तर्हि तत्र पक्षिणः दृष्टिरूपेण तत्र आरम्भतः एकवारं पश्यामः लृङ्लकारः इति. मणिमहोदय आरम्भं कर्तुम् इच्छति वा महोदय? चित्सूर्यकुमारी भगिनी आरम्भं करोति वा भगिनि तत्र लृङ्लकारस्य आरम्भतः लघुरूपेण उक्त्वा गच्छामः भगिनि. म्यूटेड् अस्ति भवती. सूर्यकुमारी भगिनि ध्वनि सम्यक् अस्ति वा भगिनि? आं श्रूयते भगिनि. लृङ्लकारः संक्षेपेण अथवा संक्षेपेण आरम्भतः किञ्चित् वदतु. तत्र आर्भाटकप्रक्रिया अस्ति खलु लृङ्लकारस्य. लृङ्लकारस्य स्यातासि लृटोः इति स्यातासि लृटोः प्रत्ययः स्यातासि लृटोः लुटिपरे धातुतः लुटिपरे धातुः तात् प्रत्ययः परे स्याप्रत्ययः आयाति. लृङ्लकारे अपि पुनः स्य प्रत्ययः एव भवति खलु. लृङ्लकारः अपि लृ अस्ति इति कृत्वा. आमां लृ इत्युक्ते लृट् लृङ् उभयमपि भवति. तासि लुट् लुट् लकारे तासि तास् भवति इति. लृङ्लकस्य प्रत्ययः आर्धातुकः संज्ञकः इति कृत्वा प्रक्रिया आर्धधातुकसंज्ञा इति वयं वदेम. आमाम् आर्धधातुकसंज्ञा भवति. वलादि अपि अर्धधातुकश्चेत् वलादेः इत्यनेन विदागम भवति. उदाहरणानि तव्यस्तु मन्त्रु अपि तदेव. तदनन्तरम् अडागमः अपि जायते खलु. आडागमः अडागमः अपि भवति. आमां लृङ्ग् अस्ति चेत् आडागमः अपि भवति. लृङ्गस्य स्यापि भवति. सत्यं लिङ्ग् इति विधायकं. आमां विधायकसूत्रं यद्यपि विषयान्तरम् अस्ति लिङ् इति, तथापि समान समानं निमित्तम् अपेक्षितं लृङ्लकारस्य इति कृत्वा प्रथमं लिङ् विधायकं सूत्रं दृष्ट्वा वयम् अग्रे गच्छामः. हेतुमतिर्लिङ् इति लिङ् विधायकसूत्रम् अस्ति. हेतु च हेतुमान् इत्यनयोः लिङ्लकारः भवति इति. हेतु हेतुमतोः धातोः लिङ् प्रत्यये परस्य विभाषा विकल्पेन भवति. हेतुमतोः धातोः लिङ् प्रत्यये हेतुमतोः धातोः इति वदति चेत् धातुः हेतुमान् इति भवति खलु. तथा नास्ति. हेतुवाक्यम् अस्ति, अनन्तरं हेतुमान् वाक्यमपि अस्ति. हेतु कारणं भवति, कारणीभूतं भवति. तदनन्तरं तदनु हेतुमनु हेतुमान् वाक्यमपि पुनः अग्रे भवति चेत् तदा धातुतः लिङ्लकारः भवति इति. विभाषा एव भवति. परन्तु सम्भावार्थे लिङ् इति वदामः सामान्यतया. सम्भावनार्थे विधिलिङ्ग् तु भिन्नम् आसीत्. अत्र तु तत्र विध्यर्थे लिङ्ग् भिन्नम् आसीत्. तत्र तु लोट् लकारस्य निमित्तानि अपेक्षितानि. तत्र अत्र तु सम्भावनार्थे लिङ्ग् विधिलिङ्गविधानमस्ति. आम् लिङ्ग् निमित्ते लृङ् क्रियातिपत्तौ भवति. क्रियातिपत्तौ इत्युक्ते असम्भावना. निमित्तं लिङ्गनिमित्तं यत्र यत्र लिङ्गनिमित्तम् अस्ति तत्र इत्युक्ते हेतुमान् वाक्यम् उभयमपि अस्ति. लिङ्ग् निमित्तं इत्यनेन किम् उच्यते इत्युक्ते हेतु हेतुमान् वाक्यमपि भवति चेत् आमां वाक्यद्वयम् अस्ति यत्र हेतुवाक्यम् अनन्तरं हेतुमान् वाक्यमपि अस्ति चेत् यत्र क्रियायाः अतिपतिः नास्ति चेत् लिङ्लकारस्य विधानं भवति सम्भावनार्थे किन्तु यत्र क्रियायाः अतिपतिः अस्ति अतिपत्तिः अस्ति तत्र तु तत्र इत्युक्ते क्रियायाः असम्भावना अस्ति इति कृत्वा तत्र तु लृङ्लकारः भवति भविष्यत्कालार्थे इदं सूत्रं तु भविष्यत्कालार्थे अस्ति नित्यं लिङ्लकारस्य लिङ्लकारस्य विधानं यत्र क्रियातिपतिः अस्ति प्रथमं निमित्तमस्ति भविष्यत्कालार्थे भवेत् तदनन्तरं लिङ्निमित्तम् इत्युक्ते हेतु हेतुमान् वाक्यं भवति चेत् हेतुवाक्यं हेतुमान् वाक्यम् उभयं च भवति चेत् तदनन्तरं यत्र क्रियायाः अतिपतिः अस्ति चेत् लृङ्विधानं भवति इति निमित्तत्रयमपेक्षितम् आमां लिङ्निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परच क्रियातिपत्तौ इति अनुवृत्तिसहित आम् तावत् अग्रिम मणिमहोदय वदति वा महोदय भूते च लिङ्गमस्ति लिङ्गमस्ति तदेव हेतु भावः अस्ति तस्मिन् प्रसङ्गे भूतकालार्थे क्रियाधिपत्यौ धातोः लिङ् भवति पूर्वसूत्रं वदति लिङ्गे लिङ्गे लिङ् क्रियाधिपत्यधातुः वदति भविष्यत्कालार्थे लिङ् भवति परन्तु भूत इति सूत्रेण भूतकालार्थे क्रियाधिपत्यधातोः लिङ् भवति वा उदाप्योः इति सूत्रेण तत्तु अग्रिमं खलु तावदस्ति अत्र तु भूतकाले भविष्यत्कालार्थे सूत्र तत्र विधायकसूत्रं भिन्नम् अस्ति किन्तु समानं निमित्तम् अपेक्षितं समानानि निमित्तानि तु समानानि वर्तन्ते यत्र क्रियातिपतिः अस्ति लिङ्निमित्तम् इत्युक्ते हेतु हेतुमान् भावः तत्र तत्र युक्तवाक्यद्वयं भवेत् तत्र तु तत्र भविष्यत्कालार्थे अस्ति चेत् लिङ्निमित्ते लृङ् क्रियातिपतौ इति सूत्रेण विधानं भूतकालार्थे नित्यम् उभयत्रापि नित्यं भूते च इति सूत्रेण विधानं तदनन्तरम् ओतापयोः इति तु अग्रिमसूत्रार्थं तत्र अधिकारसूत्रम् अग्रे तु अनेकानि सूत्राणि आगच्छन्ति यत्र पुनः हेतुहेतुमतो तत्र लिङ्निमित्ते इत्युक्ते हेतुहेतुमतोरिति तत्र अपेक्षा अस्ति तत्र तत्र यत्र यत्र लिङ्निमित्ते इति आयाति तत्र तत्र क्रियातिपत्तिः यत्र अस्ति तत्र तु ओताप्योः इत्यनेन भूतकालार्थे वैकल्पिकं भवति विधानं भविष्यत्कालार्थे नित्यं विधानं भूतकालार्थे विकल्पेन विधानम् इति दृष्टवन्तः खलु तदेव अस्ति ओताप्योः इति अग्रे यानि अपि आयान्ति तेषां कृते रचितमस्ति ओतापयो इति अधिकार 33151 पर्यन्तम् अस्ति उत्तापयो समर्थयो लिङ् तत्सूत्रं 33152 अस्ति तस्मात् पूर्वसूत्रपर्यन्तम् एव ओतापयोचित् अधिकारः अस्ति तदनन्तरं यदि भूतकाले अस्ति तत्र नित्यं भवति तर्हि वैकल्पिकत्वं तावदेव अनुवर्तते इति खलु 142 आरभ्य 151 पर्यन्तं भूतकालार्थे वैकल्पिकं भवति यत्र यत्र लिङ्निमित्तम् इत्युक्तमस्ति क्रियातिपतिः अस्ति चेत् अरुणा भगिनी वदति वा भगिनि गर्हायां लटतिजात्वोः इति सूत्रम् अत्र गार्हार्थे इतमस्ति निन्दा इति अर्थे अपि च जातु इतनयोः योगे त्रिषु कालेषु लट् लकारः भवति एतत्तु अत्र तु लिङ्निमित्ते इति न उक्तमस्ति इति कृत्वा अत्र तु क्रिया अतिपत्तेः विषयः एव नास्ति खलु विषयान्तरः अस्ति खलु. एतत् सूत्रं तु केवलं गर्हार्थे तदनन्तरम् अपि जातु लट्लकारविधायकसूत्रमस्ति अत्र सूत्र अर्थसूत्रं वर्तते वदति कर्हायाम् अपि जातोः धातोः लट् प्रत्ययस्य परश्च अत्र लुङ् न भवति विधिलिङ्ग् अपि न भवति सूत्रे पदानि नास्ति त्रिषु कालार्थे भूतकालार्थे भविष्यत्कालार्थे चिन्तनमेव नास्ति त्रिषु कालेषु अपि विधानं. धन्यवादः. अन्यसूत्रमस्ति विभाषा कथमि लिङ्ग् च अत्र कथं शब्दस्य प्रयोगे त्रिषु कालेषु कर्हायां विकल्पेन लिङ्लकारः लट् अपि अस्ति. नूतनं सूत्रं विभाषा कथमि लिङ् च इति सूत्रं वदति कथं शब्दस्य प्रयोगे त्रिषु कालेषु कर्हायां निन्दार्थे विकल्पेन लिङ्लकारः भवितुम् अर्हति लट् अपि भवति. अत्र तु इत्यनेन ग्रहणं लट्लकारस्य अपि ग्रहणम् अस्ति लिङ् इति उक्तमस्ति इति कृत्वा अत्र तु यत्र क्रियातिपतिः अस्ति तत्र भूतकालार्थे विकल्पेन ओतापयोः इत्यनेन विकल्पेन विधानं तदनन्तरं यत्र भविष्यत्कालार्थे अस्ति चेत् नित्यं लृङ् विधानं भवति अत्र तदपि अस्ति खलु. अत्र लिङ् इति उक्तमस्ति चेत् कारणात् लिङ् अपि भवति क्रियातत्पत्ति अस्ति चेत् विकल्पेन भूतकाले लुङ्लकारः भवति. ओके भगिनि. भविष्यत्कालार्थे तु नित्यं भवति या भविष्यत्काले नित्यं भवति किं वृत्ते लिङ् ऋतौ पठामि भगिनि अन्यः पठतु वा सरल एकैकं कुर्मः किं वृत्ते लिङ् लुटौ त्री त्री वन् फोर्टि फोर् सूत्रमस्ति. अस्मिन् सूत्रे प्रश्नवाचि ये प्रत्ययाः शब्दाः सन्ति यथा कः कतर कथम तेषां योगे गर्हाया अर्थे लिङ् वा लुट् लकारस्य प्रयोगः भवति अपि लिङ् निमित्तम् अस्ति अत्र अतः लिङ् लकारः अपि आगच्छति. सो इति अस्ति अस्मिन् सूत्रे किं वृत्ते इति सप्तमी विभक्त्याम् अस्ति. यदि सप्तमी विभक्त्याम् अस्ति इति उपपदे सति तु किम् इति ये प्रश्नवाचकशब्दः सति कः कतर कथम् उपपदे सति भवति गर्हाया अर्थं पूर्वसूत्रात् इति अनुवृत्तिः अस्ति. लिङ् अपि पूर्वसूत्रात् अस्ति अत्र लिङ् पुनः विधानम् अस्ति अस्मिन् सूत्रे कारणकि ते स्पष्टीकरणार्थम् अस्ति लिङ् इत्यस्य प्रयोगः भवति एतस्मिन् सूत्रे अपि लट् लकारस्य प्रयोगः नास्ति अत्र लट् लकारस्य अनुवृत्तिः नास्ति त केवलं लिङ् लकारस्य एव अस्ति इति स्पष्टीकरणार्थं पुनः विधानम् अस्ति. अपि अन्यसु लकार लिट् लकारस्य प्रयोगः अपि अत्र अस्ति. सो अत्र दत्तम् अस्ति अपि एतत् सूत्रम् अपि विभाषा नो ओतापयो अपि भूतकाले च द्वयोः अधिकारः अस्ति अस्मिन् सूत्रे अपि. सो तत्र अनुवृत्तिसूत्रमस्ति किं वृत्ते गर्हायां धातोः लिङ् लिटौ प्रत्ययौ परश्च लिङ् निमित्ते भूते च वा लिङ् ज्ञातिपतौ. सो किं वृत्ते सप्तमी विभक्ति किं प्रश्नवाची शब्द योगे गर्हायाम् अर्थे इति विषयः सप्तमी अस्ति. धातोः इति पञ्चमी विभक्ति धातोः परत लिङ् लुटौ इति द्वौ लकारौ उपयोगः भवति प्रथमा विभक्त्यामस्ति. प्रत्ययोः तेषः प्रत्ययः आगच्छति परश्च अधिकारस्ति लिङ् निमित्ते यदि लिङ् निमित्तम् अस्ति यथा वयं जानीमः लिङ् निमित्तम् अस्ति यत्र हेतुमद्भावः भवेत् कार्यकारणभावः यत्र अस्ति तत्र भूत च विषये अर्थे लिङ्लकारस्य उपयोगः विकल्पेन भवति क्रियातिपत्ति अपि अत्र भवेत्, लिङ्निमित्ते क्रियातिपत्ति अत्र अस्ति, तत्र लिङ्लकारस्य प्रयोगः भूतकालार्थे विकल्पेन भवति, अपि भविष्यकालार्थे इति नित्यं भवति इति अस्ति. लिङ् क्रियातिपत्तौ यत्र लिखितमस्ति अत्र भविष्यकालार्थे इति न दत्तमस्ति. लिङ् क्रियातिपत्तौ यत्र अस्ति लिङ् निमित्ते लिङ् क्रियातिपत्तौ इति सूत्रात् एव अवगमन भवेत् भविष्यकालार्थे भवति नित्यम् इति अस्ति. अग्रिमं करोमि वा भवती करोति? अहं तु उक्तवती एव, चिन्ता मास्तु. अन्य भवती इतोपि एकं करोतु तदनन्तरम्. अन्वक्लिप्ति अमर्षयोः किं वृत्ते अपि, इदानीं गर्हा अर्थं नास्ति, अन्वक्लिप्ति अमर्षयोः. अन्वक्लिप्ति इत्युक्ते असम्भवाना, अमर्षय असहनायां इति अन्वक्लिप्ति असम्भवनायां वा असहनायां तयोः योगे किं वृत्ते अपि, किं शब्दस्य यथा पूर्वस्मिन् सूत्रे अस्ति किं प्रश्नवाचि शब्दस्य किं वृत्ते तयोः अकिं वृत्ते, यदि किं वृत्ति अस्ति वा नास्ति द्वयोः योगे कालसामान्य धातुतः पूर्वसूत्रात् विधिलिङ्ग् वा लिट् लकारः भवति इति अस्ति. केवलम् अत्र गर्हाया निवृत्तम् अस्ति अस्मिन् सूत्रे इति काशिकायां दत्तमस्ति. अपि अन्य किमस्ति अस्मिन् सूत्रे, अन्वक्लिप्ति यत् शब्दः अस्ति तस्य ये अच्छुवर्णाः सन्ति बहवः सन्ति, अमर्ष तत् अस्ति तस्य अच्छुवर्णाः न्यूनं सन्ति. इतरेतरद्वन्द्वः यदि समासः अस्ति तत्र नियमः अस्ति येषां यत् शब्दस्य न्यूनम् अच् प्रत्यासति ते पूर्वनिपातः भवति तेषाम्, अपि येषां बहवः अच्छवर्णाः सन्ति तेषां निपात उत्तरं भवति. अत्र व्यभिचारः अस्ति इतरेतर द्वन्द्वसमासस्य, अतः यत् नियमः अस्ति तत्र न पालितं भवति. अन्वक्लिप्ति अमर्षयोद्वयोः अर्थे यत् लकारः भवति लिङ् वा लिट् द्वयोः कृते भवति, न तु अन्नक्लिप्य ते विधिलिङ्ग् भवे वा अमर्षकृते लिट् इति नास्ति इति दत्तमस्ति अस्मिन् सूत्रे. किं वृत्ते यथा वयं जानीमः कं कः कतर कथम् एते शब्दयोगे वा नास्ति तत्र अपि असम्भवनाया सहनायार्थम् इत्यस्य सूत्रस्य प्रसक्तिः भवति. इदानीं लिङ् निमित्तम् अस्ति अतः लिङ् लकारस्य अपि उपयोगः भवति, यथा पूर्वं दत्तमस्ति लिङ् निमित्ते लिङ् क्रियातिपत्तौ भविष्यकालार्थे लिङ् नित्यं भवति, भूते वा इति भूतकालार्थे विकल्पेन भवति, कारण कि वोसाप्यो भूते इत्यस्य अनुवृत्ति अधिकारः अस्ति अस्मिन् सूत्रे. तत्र अनुवृत्तिसहितसूत्रमस्ति अन्वक्लिप्त्य अन्वक्लिप्ति अमर्षयोः किं वृत्ते अपि धातोः लिङ् लिटौ प्रत्ययौ परश्च लिङ् निमित्ते भूते च वा लिङ् क्रियातिपत्तौ. तो अन्वक्लिप्ति असम्भावना अमर्षयति असहना इत्येषां विषययोगे किं वृत्ते यत् किं वृत्ति अस्ति यत्र प्रश्नवाची कः कतर कथम् इति अस्ति, अपि धातोः परतः लिङ् लिटौ प्रत्ययोः विधानं भवति, परश्च च अधिकारति लिङ् निमित्ते इति अस्ति सप्तमी भक्ति उपपदसति क्रियातिपत्तौ कार्यकारणभावः यत्र अस्ति वा लिङ् निमित्तम् अस्ति तत्र क्रियातिपत्ति इति अस्ति भूते वा भूते च वा तु भूते च भूतकालार्थे वा इति विकल्पेन ओतापयोच्यस्य अधिकार लिङ्गकारस्य प्रयोगः अस्ति. लिङ्निमित्ते लिङ् क्रियातिपतौ अनेन सूत्रेण भविष्यकालार्थे नित्यं भवति. अत्र अत्र सर्वत्रापि तत्रोपपदं सप्तमीस्तम् इत्यनेन तत्र अनवक्लिप्त्यमर्षयोः इति तत्र तु उपपदं नास्ति खलु भगिनि? तत्र तद् विषय सप्तमी भवति. किं वृत्तेः इति उपपदमस्ति. आम् पुनः क्रमः अनुवर्तयामः. सूर्यकुमारी भगिनी वदतु भगिनि. उदाहरणं भगिनि अहं न अवगतं भगिनि, किं वदामि? अर्थेषु लिट् इति सूत्रमस्ति खलु. ओ किङ्किला किङ्किला किङ्किला अस्त अस्त इदं क्षमतां किङ्किला अर्थेषु लुक् असम्भावना असम्भावनायां च असहनायां च किञ्चिल इत्युक्ते क्रोधार्थे उपपदे अस्ति अस्ति इत्युक्ते अस्ति भवति विद्यते एतेषु अर्थेषु लुक् प्रत्ययपरस्य तत्र लिङ्ग् नास्ति. अनुक्लुप्तमर्थयोः किङ्किला किङ्किला अस्ति अर्थेषु धातोः लुक् प्रत्ययपरस्य तत्र लिङ्गविधानं नास्ति इति उक्तम्. किङ्किला अनुक्लुप्तमर्थयोः अपि अनुवृत्ति अस्ति. किञ्चिल अथवा अस्ति सत् भवति विद्यते एतेषु उपपदेषु धातोः दृक् भवति न तु लिङ्ग्. तदेव भगिनि. क्षम्यताम्. अन्यत् किमपि वक्तव्यं वा अत्र? अरुणभगिनी भवती वदति वा किमपि वक्तुम् इच्छति वा? अत्र लिङ्गनिमित्तं नास्ति, अत्र लिङ्ग्लकारस्य प्रयोगः नास्ति अस्मिन् इति कृत्वा तत्र भूते च तत्र यथा लिट् अपि जातु इति सूत्रमस्ति तथैव केवलम् अनुवर्ति अनुवृत्ति प्रयोगः भवेत् अतः तस्य विधानमस्ति अस्मिन् प्रकरणे. लृङ् विधानम् अत्र नास्ति, केवलं लृट् विधानमस्ति. आम् लिङ्ग्निमित्तमेव नास्ति. मणिमहोदय वदतु जाति अस्तु महोदय जातु यतो लिङ् इति सूत्रेण जातु अथवा यत् इति उपपदमस्ति तदेव असम्भावनार्थम् असहनार्थेन धातुः लिङ् भवति इति सूत्रमस्ति. तदेव किं क्लास्य अपवादसूत्रं किमर्थं चेत् किं क्लास्य अर्थेषु लिट् लकारः एव भवति परन्तु अत्र लिङ् एव भवति लिट् नास्ति इति कारणेन. अनन्तरं यदा यत् उपपद उपसङ्ख्यानाम् इति वार्तिकेन अत्र यदापि यदि अपि प्रयोगः अस्ति तत्रापि लिङ्गकारः भवति. त्रि चतुर्षु उपपदयोः अस्ति चेत् चतुर्षु इत्युक्ते जातु यत् अनन्तरं यदि यदा इति चतुर्दृष्टं भवति चेत् अत्र लिङ् एव भवति इति. अतः लिङ् निमित्तमस्ति इति कारणेन क्रियाधिपत्यधातोः भूतकालार्थे लिरिङ्ग् विकल्पेन भवति भविष्यत्कालार्थे लिरिङ्ग् नित्यं भवति इति. अत्र मम प्रश्नः अस्ति, किमर्थं महोदय किङ्किलास्य तेषु लुट्टस्य अपवादः इति उक्तवान्? अत्र तु किङ्किला इति उपपदं न अपेक्षितम् अस्मिन् सूत्रे, तर्हि किमर्थं तस्य अपवादः इति उक्तवान्? नास्ति इति कारणेन न, किन्तु भिन्नक्षेत्रं खलु. अत्र तु जातु यदि इति अपेक्षितं, पूर्वतने सूत्रे तु किङ्किल इति शब्दः उपदरूपेण अपेक्षितः, तर्हि किङ्किलास्य तेषु इति नास्ति खलु. अन्वकृत्ति अमर्तयोर् अमर्षयोः किं वृत्तेः इत्यस्य अपवादः भवेत् खलु. भगिनी किङ्किला अपि तस्मिन् अन्वकृप्ति अमर्षयो अपि आगच्छति, किङ्किला क्रोध अनेन सहित भवति किङ्किला, अतः अपवादः अस्ति. अपवादः अस्ति खलु, तत्र यत्र केवलम् अनवक्लुप्ति अमर्षयोर् अकिं वृत्तेऽपि इति यत् सूत्रमस्ति तस्यापि अपवादः अस्ति खलु एतत् सूत्रम्. तत्रैव अपवादः अस्ति. किङ्किला इति किङ्किला अस्ति अर्थेषु इत्यस्मिन् किङ्किलशब्दः अपेक्षितः, नो चेत् अस्ति अर्थशब्दः अपेक्षितः. या किन्तु अस्ति किङ्किला अस्ति समूह यत् अस्ति विद्यते वा वर्तते इति उपपदे सति कि अन्वक्लिप्ति वा अमर्ष विषये अर्थे भवेत्. आम्, अत्र तु जातु यद् इति अपेक्षितं खलु भिन्न. आमां, किन्तु तत्र लिट् लकारः अस्ति अतः इत्यस्य अपवादः अस्ति. लिट् लकारः अस्ति इति कृत्वा अपवादः इति कथं वक्तुं शक्यते? निमित्ते अन्वक्लिप्ति अन्वक्लिप्ति अर्थे अपि असम्भवयाम् वदामि. तर्हि अन्वक्लिप्ति अमर्षयोर् अकिं वृत्तेऽपि इत्यस्य अपवादः इति वक्तव्यं खलु, न तु किङ्किल अस्ति अर्थेषु लृट् इत्यस्य अपवादः. अपवादः तु अस्ति. अहं किं वदामि इत्युक्ते कस्य अपवादः इत्युक्ते अन्वकृत्यमर्षयोरकिं वृत्तेऽपि इति सूत्रस्य अपवादः इति वदामि. न, तत्र उत्सर्गसूत्रम् अस्ति अन्वकृप्ति अमर्षयो, तत्र लिङ् लिट् द्वयो भवति अस्मिन् सूत्रे. न भगिनि, निमित्तानि पश्यतु, विधानं तु भिन्नम् अस्ति खलु. विधानं तु लृट् लकारः इति विधानम् अस्ति. विधानस्य पक्षे न पश्यतु, निमित्तानि प्रथमं पूरितानि भवन्ति खलु. तत्र निमित्तानि यत्र अपेक्षितानि तदेव अपवादः वा अपवादः नास्ति वा इति द्रष्टव्या खलु. अन्वक्लिप्ति अमर्षयो इति तत्र निमित्तम् अन्वक्लिप्ति वा अमर्ष अस्ति साधु. सत्य, अहं किं वदामि इत्युक्ते यत्र अन्वक्लिप्ति वा अमर्षः वा प्रदर्श्यते तदा तु किं शब्दस्य प्रयोगः अस्ति वा भवतु नास्ति वा भवतु तत्र अन्वक्लृप्ति अमर्षयोर् अकिं वृत्तेऽपि इति सूत्रेण किं वन्द लिङ् ऋटौ इत्यस्य विधानं भवति. तस्य न्यूनक्षेत्रं भवति खलु यत्र अन्वक्लृप्ति अमक्षयोः तदनन्तरं जातु यदि शब्दस्य प्रयोगः क्रियते. कस्य न्यूनक्षेत्रम् इत्युक्ते निमित्तानि द्रष्टव्यानि खलु, ततः न्यूनक्षेत्रं तत्र गणनं क्रियते. भगिनि, तत्र उदाहरणार्थं किं वदामि इत्युक्ते इको यणचि इति सूत्रम्, तत्र तस्य अपवादभूतसूत्रमस्ति. तत्र किम् अस्ति अकः सवर्णे दीर्घः इति सूत्रं खलु. एकनिमिषं, तत्र किम् अस्ति इको यणचि, तत्र गुणसूत्रं किमस्ति? आद्गुण आद्गुणः. आम्, आत् एचि परे अचि परे गुणः इति उक्तमस्ति खलु. आत् अचि परे गुणः, तदनन्तरं आत् एचि वृद्धिः इत्युक्तमस्ति. तर्हि आत् एचि वृद्धिः इति अपवादसूत्रमस्ति आद्गुणः इत्यस्य, खलु? किमर्थम् इत्युक्ते न्यूनक्षेत्रमस्ति तत्र निमित्तं. निमित्तं तु प्रथमं तु आत् इति अपेक्षितं, प्रथमनिमित्तं. द्वितीयनिमित्तं तु प्रथमसूत्रे तु अचि इति स्वीकृतं, द्वितीयसूत्रे एचि इति स्वीकृतम्. एचि इति निमित्तं तु अचि निमित्तम् इत्यस्य न्यूनक्षेत्रम् अस्ति इति कृत्वा अपवादबोधत्वं क्रियते, न तु विधानं, गुणवर्णस्य विधानं वा वृद्धिवर्णस्य विधानं वा इति दृष्ट्वा नास्ति, खलु? तत्र अपवादस्य चिन्तनं क्रियते. तथैव अत्रापि अपवाद कृत्र निमित्तानि पश्यामः चेत् अकिं वृत्तेपि इति कृत्वा किम् इति शब्दस्य वृत्तिः अस्ति वा नास्ति वा इति भिन्नं क्षेत्रं, किन्तु यत्र नास्ति इति वदामः तत्र तु अन्वक्लुक्ति अमर्षयोः इति क्षेत्रमस्ति प्रथमे, प्रथमसूत्रे, खलु? अन्वक्लुक्ति अमर्षयोरकिं वृत्तेपि इति सूत्रे अन्वक्लुक्ति अमर्ष इति निमित्तमस्ति, क्षेत्रमस्ति. तत्र न्यूनक्षेत्रम् अस्ति यत्र अन्वक्लुक्ति अमर्ष अस्ति. तदनन्तरं यदि शब्दस्य, यत् शब्दस्य, जातुशब्दस्य, यदा शब्दस्य इति तत्र न्यूनक्षेत्रमस्ति. तर्हि इति कृत्वा जातु यदो लिङ् इति सूत्रं कस्य अपवादः इत्युक्ते अन्वकृत्यमर्षयोरकिं वृत्तेपि इत्यस्य अपवादः, न तु किङ्किल इति भिन्न तत्र उपपदं, खलु? यथा जातु इति भिन्न उपपदं, जातु यदोर् इति भिन्न उपपदं, तथा अष्टाध्यायीं पश्यतु, तत्र सिद्धान्तकौमुदी अपि दति लिट्टो अपवाद महोदय तस्मात् इति स्वीकृतवान् सिद्धान्तकौमुद्यां काशिकायामपि लिटोपवादः इति दत्तमस्ति. आमां तत्रापि दत्तमस्ति, अतः महोदय लिखितवान् लिटो अपवाद इति स्पष्टीकरणार्थं महोदय किङ्किलार्थे लुट् इति लिखितवान् सः उक्तवान् इत्यस्य अपवादः. अत्र तु अपवादः इति नास्ति, लिङ् इति विधानमस्ति, लृट् इत्यस्य निवृत्तिः अस्ति. साक्षात् बलाबलचिन्तनस्य अपवादः इति नास्ति, खलु? अत्र तु लृटः अपवादः इति केवलं विधानं, लृट् विधानस्य निवृत्तिः इति अवगच्छामः. किन्तु पूर्वतनसूत्रस्य अपवादः इति सूत्रचिन्तने अपवादः इति तथा न आगच्छति, खलु भगिनि? क्षेत्रमेव भिन्नं, खलु? तर्हि कथं वा अपवादः इति तत्र न वक्तुं शक्यते, खलु? सूत्रस्य अपवादः नास्ति, केवलं विधाने तु तत्र निवृत्तिः चिन्तवती, कारणकि अन्वकृति अमर्ष तस्मात् किं किल अर्थे तत्रापि अन्वकृति अमर्ष सैन्स् आल् आफ् दि अमेरिकन्स् हू आर् ऐ नो वैट् पीपल् इति प्रथमसूत्रं. सेकेण्ड् सूत्रं सेस् आल् आफ् द अमेरिकन्स् आर् ब्लाक् पीपल्. तर्हि भिन्नक्षेत्रमस्ति, खलु? देर् इस् नो ओवर्लाप् देर्. उपपदं भिन्नम् अस्ति इति कृत्वा, जस्ट् बिकास् अमेरिकन् इत्युक्तमस्ति कृत्वा अपवादः इति न भवति, खलु? इति मम चिन्तनम्. आम् आम् तत्र पश्यतु बालमनोरमायां, तत्र बालरमोयाम् उक्तमस्ति, पश्यतु अन्वकृत्ति अमर्षयोरकिं वृत्तेपि लिङ् ऋतौ प्राप्तौ लिङ् एव इति अर्थमिदम् अर्थमिदम् इति एतत् सूत्रं वदति. लिङ् लृटौ इति तत्र इति कृत्वा लृङ् एव भवतु इति, तर्हि अपवादम् इति न वक्तव्यम्. अत्र तु नियमयति, खलु? नियामकसूत्रमस्ति. अत्र तु न न तदेव तत्र लृटः अपवादः इति किङ्किल अस्ति अर्थेषु इति नास्ति. अन्वक्लृप्ति अमर्षयोरिति सूत्रे लिङ् लृट् उभयमपि उक्तमस्ति. अत्र तु लिङ्गेव भवतु इति नियमयति इति कृत्वा लृट् मास्तु इति अस्ति, तावदेव. एतत् सूत्रं न अत्र पूर्वस्तनसूत्रस्य अपवादः इति न उच्यते, विधाने लिङ् नियमयति इति वदति इति कृत्वा लृट् मास्तु इति महोदय महोदयं लिखतु लिखामि लिखामि सूत्रस्य अपवादः नास्ति केवलं विधाने तु तत्र लृट् मास्तु लिङ् इति नियमयति केवलं लिट्लु अपवाद इति लेखितव्यं न तु किं अत्र एतदपि वक्तव्यं तत्र तदर्थमेव बालरमायमनोरमे स्पष्टीकृतमस्ति अन्वकृत्य अमर्ष्योरकिं वृत्तेऽपि इति सूत्रेण लिङ् ऋटौ प्राप्तौ लिङ् एव विधीयते अत्र केवललिङ् विधीयते नियमयति अत्र नियामकसूत्रमस्ति अस्तु तदाह इति कृत्वा लिङ् नियमयति इति कृत्वा लृट् क्षेत्रे यत्र आगच्छति तत्रापि लृट् अपि बाधित्वा अपवादः इति नास्ति बाधित्वा लिङ् एव विधानं भवति सामान्यतया वयम् अन्वकृत्य अमर्षयोर् इत्यनेन वयं लृट् इति विकल्पेन विधानं कुर्मः खलु तदपि बाधित्वा केवल लिङ् एव विधानं भवति इति अस्तु तदनन्तरं किं अरुणा भगिन्याः क्रमः खलु अग्रे महोदय जातु जातु यदोर्लिङ् इति केन उक्तमस्ति कः उक्तवान् तत्र मणिमहोदय उक्तवान् खलु अरुणा भगिनी वदति यत्रयोः यच्च यत्रयोः यच्च यत्र इति उपपदे सति असम्भावनायाम् अनवक्लृप्त्यां च असहनायाम् अमर्षे च धातोः लिङ् भवति यच्च इति पदं यत् च द्वौ अस्ति यच्च भवति यतनयोः अव्ययोः सङ्घातः इदं सूत्रं चातु यदोर्लिङ् इत्यस्य पृथक् कृतमस्ति येन अग्रिमे सूत्रे केवलं यच्च यत्र इत्यनयोः अनुवृत्तिः स्यात् न तु जातु यदि इत्यनयोः काश्च सूत्रं वदति यच्च यत्र अत्र यत् यत्र अस्ति उपपदे अस्ति सम्भावनाय अर्थे अन्वक्लृप्तायाम् असहनायाम् अमर्ष अस्ति चेत् धातोः लिङ् भवति इदं सूत्रं जातु यदोः लिङ् इत्यस्मात् पृथक् कर्तमस्ति परन्तु अत्र यच्च यत्रयोः जातु यदो न यद् न आगच्छति तदेव तदर्थम् अनुबद्धसहितसूत्रं वदति अन्वक्लृप्तमस्ययोः यच्च यत्रयोः धातोः लिङ् प्रत्यय परश्च लिङ् निमित्ते भूते च वा लुङ् क्रियातिपत्तौ विधानमस्ति खलु लिङ्गे परन्तु तत् भूतकाले क्रियातिपत्ति अस्ति चेत् लृङ् अपि भवितुम् अर्हति भगिनि सत्यं यत्र क्रियातिपत्तिः अस्ति तत्र तु भूतकाले विकल्पेन विकल्पेन लृङ् भवति भविष्यत्कालात् नित्यं लिङ् भवति नित्यं नित्यं लृङ् भवति अत्र गर्हायां च इति नूतनसूत्रं सरलभगिनी तत्र तु केवलम् अत्र दत्तानि गर्हायां च 331-49 यच्च यत्र इति उपपदे सति गर्हायां निन्दायां धातो लिङ् भवति गर्हायाम् इत्यस्य कथनेन अन्वकृत्ति अमर्षयोः इत्यस्य अनुवृत्तिः बाधिता लिङ् लकारस्य कथनेन लिङ् लकार एव भवति अपरेषां लकाराणाम् अपवादः काशिकायाम् अन्वकृत्ति अमर्षयोः इति निवृत्तं गर्हा निन्दा कुत्सेत् कुत्सेति अनर्थ अनर्थान्तरं यच्च यत्र इति एतयोः उपपदयोः धातौ लिङ् प्रत्ययो भवति गरायां गम्यमानायां सर्वलकाराणाम् अपवाद सिद्धान्तकौमुद्याम् अन्वक्लिप्ति अमर्षयो इति निवृत्तम् यच्च यत्र योगे गर्हायां लिङ् एव स्यात् गर्हायां सप्तमी अन्तं च अव्ययं द्विपदमिदं सूत्रं यच्च यत्र योः इति सम्पूर्णसूत्रम् अनुवर्तते जातु यदोः लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्ति लिङ् निमित्ते लिङ् क्रियातिपतौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकार वोतापयो इत्यस्मात् वा इत्यस्य अधिकार धातोः प्रत्यय परश्च तेषाम् अधिकार अनुवृत्तिसहितसूत्रं गर्हायां यच्च यत्रयोः धातोः लिङ् प्रत्यय परश्च लिङ् निमित्ते भूते च वा लिङ् क्रियातिपत्तौ अस्तु गर्हायाम् इति यत् सूत्रम् अस्ति अस्मिन् सूत्रे यच्च यत्र इति स्वीकृतम् अस्ति पूर्वस्मात् सूत्रात् यच्च यत्र किन्तु अत्र अन्वक्लिप्ति च अमर्ष इत्यस्य निवृत्ति अस्ति इत्यस्य योग नास्ति केवलं गर्हायाम् अर्थे अस्ति अत्र विषय भिन्नम् अस्ति किन्तु उपपद यत् अस्ति यच्च यत् वा यच् यत्र यत् यत्र द्वयोः समानम् अस्ति पूर्वस्मात् सूत्रात् अपि लकार यत् अस्ति लिङ् इति अपि अनुवृत्ति इत्यस्य अस्ति तु अस्मिन् सूत्रे यच्च यत्र अपि पूर्वस्मात् सूत्रात् यत् वार्तिकम् अस्ति यस्मिन् यदादि यद्योपसङ्ख्यानाम् अस्मिन् वार्तिके अनुसारं यदि वा यदा यदि इति अपि स्वीकृतमस्ति किन्तु अस्मिन् सूत्रे इति न स्वीकृतमस्ति केवलं यत् यत्र इत्यस्य उपपदरूपेण स्वीकृतमस्ति यत्र यत् यद् उपपदे सति गराया अर्थे लिङ् लकारस्य उपयोगः भवति इति अर्थमस्ति अपि अस्मिन् सूत्रे लिङ् निमित्ते लिङ् क्रियातिपतो अनुवृत्ति सम्पूर्ण अनुवृत्ति अस्ति अस्मिन् सूत्रे तो अत्र दत्तमस्ति गर्हा इत्यस्य अर्थः किम् अस्ति गर्हा मीन्स् निन्दार्थे अस्ति अपि अन्य अर्थः कुत्सित अर्थे अपि भवितुं शक्नोति इति अस्ति तु अन्य अर्थान्तरम् इत्युक्ते अन्य अर्थः नास्ति अन्य अर्थान्तरम् इति गर्हा निन्दा कुत्सित इति यत् अर्थः अस्ति तेषां योगे यत् यत्र उपपदे सति लिङ्गकारस्य उपयोगः भवति विधानम् अस्ति तु गर्हायाम् इति सप्तम्या विभक्ति अस्ति सप्तम्यां विभक्ति इति विषयसप्तमी अस्ति यच्च यत्रयोः इति उपपदे सति यत् यत्र तयोः धातोः पञ्चमी विभक्ति तस्य उत्तरं लिङ् प्रत्यय इति प्रथमाविभक्त्याम् अस्ति परश्च अधिकारः अस्ति लिङ् निमित्ते लिङ् क्रियातिपतौ लिङ् निमित्ते यद् लिङ् निमित्तम् अस्ति इति विषयसप्तमी भवति लिङ् क्रियातिपतौ अपि विषयसप्तमी अस्ति तेषां योगे लिङ् लकारः भविष्यकालार्थे नित्यं भवति भूते च वा इति वोतापयो इत्यस्य अनुवृत्तिः अस्ति तो वा विकल्पेन भवति तो भूतार्थे वा लिङ्गकारस्य उपयोगः विकल्पेन भवति इति अस्ति उदाहरणं पठामि अन्य कोऽपि भवती पूरयतु भगिनि अस्ति सिद्धान्तकौमुद्यां निर्देशनम् अस्ति यच्च यत्र वा त्वं शूद्रं याजयेः अन्यायां तत् अस्य द्वे वाक्ये भवत् अन्यायं तत् इति अन्याय अस्ति इति अस्ति यच्च यत्र इति उपपदे सति इति वाक्यं द्वयम् अस्ति त्वं शूद्रं याजय मीन्स् आं भवान् शूद्रस्य याजये इति इनिच् प्रत्यय अस्ति अत्र याजवे त्वम् इति अहं महोदयम् उक्तवती याजये इति याजयये इति आगच्छेत् न तु याजये इति निच् प्रत्यये इति महोदय विद्यापत्नी पुनः वदतु भगिनि यज् धातुतः याज् याजी इति निच् प्रत्ययविधानं याजी योग इ इति भवति रघु भवान् प्रेरितवान् इति निजन्तम् अस्ति खलु निजन्तम् अस्ति त्वं त्वं तु इति मध्यमपुरुष एकवचने भवति साधु तु याः आगच्छति साधु तत्र समीचीनमेव खलु याजयेः इति भगिनी यदि अष्टाध्यायं पश्यतु याजयेः इति तत्र अहं याजयेः इत्येव पश्यामि तत्र धातुः कः इत्युक्ते यज द्वादिगणीयधातुः अस्ति खलु तस्य धातुः निजन्ते तु याजयेः इति भवति प्रेरणार्थे निच् विधानं कृत्वा अस्तु इति दत्तमस्ति तस्य यु आर् इन्स्पैरिङ्ग् दि दि शूद्र टु डु सक्रिफैस् कर्तुं भवान् प्रेरणीयान् इति अन्याय अस्ति तत् अन्यायमिति अस्ति तस्य अधोभागे दत्तमस्ति यच्च त्वं शूद्रं याचये यच्च इति यत् इति उपपदे सति शूद्रं याजये अन्यायं तत् यत् त्वं शूद्रेण यज्ञं कारयति तत् अनुचितम् अस्ति निजन्तम् अस्ति तृतीयवाक्यं यत्र उपपदे उपयोगं कृत्वा अस्ति यत्र उपपदे सति यत्र त्वं शूद्र याजये अन्यायं तत् यत् त्वं शूद्रेण यज्ञं कारयति तत् अनुचितम् अस्ति इति अनुचितम् अस्ति द्वयो वाक्ययोः यच्च यत्र च इत्यनयोः क्रमेण व्यवहारः जातः अपि च अनयोः द्वयोः उपपदयोः द्वारा घरा इति अर्थः द्योतितः अतः न्यन्तं यज् धातो घरायां च इत्यनेन विधिलिङ्ग् लकारस्य विधानेन मध्यमपुरुषे एकवचने याजयेः इति रूपं भवति इति यज् धातुतः निच् प्रत्यय योजित्वा याजयेः इति मध्यमपुरुषे एकवचने अस्ति इति गर्हाया अर्थमस्ति इति यच् या यत्र उपपदे सति यच्च त्वं शूद्रं याजये अन्यायं तत् इति अस्ति भवान् अस्ति भवान् शूद्रेण कार्यं कारयति इति अनुचितम् अस्ति इति अग्रे अहं पठामि वा कोई अन्य भवतापि एकनिमिषं भगिनि चिन्त्य अन्य अन्य पठितुं सूर्यकुमारी भगिनि अहं पठामि वा महोदय पठतु महोदय अस्तु दत्तवाक्येषु प्रथमद्वयोः यच्च इति उपपदस्य व्यवहारः द्वितीयद्वयोः च यत्र इति उपपदस्य व्यवहारः प्रथमवाक्ये तृतीयवाक्ये च अणवक्तप्यर्थे द्वितीयवाक्ये चतुर्वाक्ये च तत्र वयं तु गर्हायां च इति पठन्तः स्मः तत्र ओतापयोः इति पुनः अस्ति तत्र सर्वत्रापि ओतापयोः इति अधिकारसूत्रम् अस्ति इति कृत्वा अनेकत्र ओतापयोः इति अनुवृत्तिः तत्र अधिकाररूपेण आगच्छति तर्हि गर्हायां च इति सूत्रमस्ति खलु तस्य अधः भवान् यत्र पठन् अस्ति तस्मात् अधः गर्हायां च इति अस्ति तत्र ओतापयोः इति अस्ति खलु तद् पठतु महोदय अस्तु महोदय. प्राप्तवान् वा सिद्धान्तकौमुद्यां निर्दर्शनमस्ति? पठितवती अधुना, चिन्ता नास्ति, तथैव पठतु महोदय. ओके, सिद्धान्तकौमुद्यां निदर्शनमस्ति यच्च यत्र वा त्वमेव कुर्याः. न न न, अहं पठन् स्मः. न न न, कुत्र अस्ति? यच्च यत्रयोः सूत्रात् अधः अस्ति सिद्धान्तकौमुद्यां निदर्शनमस्ति, तदेव अहं पठामि. किन्तु भिन्नम् अस्ति मम. किञ्चित् किञ्चित् वेत ओत् ओतापयोः इति आरम्भं कुर्मः वा? आम्, सर्वत्र ओतापयोः आगच्छति. किं कस्याम् ओतापयोः इत्युक्ते, किम् ओतापयोः इत्युक्ते तत्र गर्हायाञ्च इत्यस्य अधः यः ओतापयोः अस्ति तत् पठनीयम्. अस्तु महोदय, ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः, अतः विकल्पेन क्रियातिपत्तौ ऋङ् इति कृत्वा अयाजयिष्यः. यच्च त्वं शूद्रम् अयाजयिष्यः, अन्यायं तत् यत् त्वं शूद्रेण यज्ञम् अकारयिष्यः तद् अनुचितम् अस्ति. यत्र त्वं शूद्रम् अयाजयिष्यः, अन्यायं तत् यत् त्वं शूद्रेण यज्ञम् अकारयिष्यः तद् अनुचितम् अस्ति. अत्र अत्र तु प्रेरितवान् किन्तु यज्ञं कर्तुं प्रेरितवान् किन्तु तद् सफलं न जातम् इति कृत्वा क्रियातिपत्तिः अस्ति इति कृत्वा एव लृङ्लकारः योजितः. अत्र लृङ्लकारस्य अन्यत् उदाहरणं, यच्च भवान् मांसम् अखादयिष्यत्, अहो गर्हितमेतत्, गर्हितम् एतत्. यत्र भवान् मांसम् अखादयिष्यत्, अहो गर्हितम् एतत्, अत्र वस्तुतः भवान् न अखादयत्, अतः क्रियातिपत्तिः अस्ति, तदर्थं विकल्पेन भूते भविष्यति च नित्यं लृङ्. प्रेरितवान् किन्तु तत्र प्रयत्नः सफलः न जातः इति कृत्वा क्रियातिपत्तिः इति वदामः खलु. यत्र प्रयत्नः क्रियते किन्तु सफलः न जातः इति. तर्हि भवान् मांसं खादयितुं प्रेरितवान् किन्तु तत् सफलं न जातं, तादृश असफलीभूत यत् भवतः प्रेरणा तु गर्हितं तत्र गर्हा भवेत् तस्मिन् इति वाक्यम् अर्थः अस्ति खलु इति अर्थः. अस्तु महोदय, धन्यास्मि महोदय, कृतज्ञास्मि. भवान् अपि प्रतिसप्ताहम् आगच्छतु महोदय, पठेम. तर्हि चित्रीकरणे च चित्रीकरणे कृतवान् खलु महोदय? न कृतवान्, न कृत नूतनं महोदय विधानं कृतवान्. अग्रिमसप्ताहे पठ्यते इति मन्ये महोदय, तद् चित्रीकरणे च इति तावदेव अस्ति. धन्यवादः भगिनी, शुभरात्रि. धन्यवादः, शुभरात्रि. महोदय, भवतः ध्वनिमुद्रं कथं कुत्र प्राप्तुं शक्नोमि? आम्, अस्माकं वा, वयं तु तत्र केवलं मुद्रणस्य स्थगनं करोमि महोदय, एकनिमिषम्.